अद्य अस्माकं वर्गे वयं तिङन्तप्रत्ययानां सिद्धिः इति विषये परस्मैपदी धातूनां विषये परिशीलयामः. तत्र पूर्वतनवर्गेषु लट् लोट् लङ् लकारस्य विषये परिशीलितवन्तः. अद्य विधिलिङ् लकारस्य परस्मैपदी धातूनां विषये, अनन्तरं लट् लकारस्य आत्मनेपदी धातूनां विषये परिशीलयामः. अस्तु, सर्वे हेमा भगिनी वदति वा सिद्धप्रत्ययाः परस्मैपदानां के इति? सिप्तस्जीव, सिप्तस्थ, मिप्वस्मस्. अस्तु, तत्र लट् लकारस्य प्रत्ययाः के इति मीना भगिनी वदति वा? सिद्धप्रत्यय ति तः अन्ति, ति तः थ, मि वः आमि आवः आम. न न, आमि न, मि एव. मि वः मः एव सिद्धप्रत्ययाः. अनन्तरं अतो दीर्घो यञि इति सूत्रेण एव आम् पठामि लिखामि इत्यादि आगच्छति. अतः सिद्धप्रत्ययाः यदि परिशीलयामः, मि वहमः एव. पुनः वदतु, तीतः अन्ति. तीतः अन्ति, सीतः त, मि वहमः. राजी भगिनी लोट् लकारे. लोट् लकारे अहम् एक्चुलि अहं लोट् लकारः अहं न जानामि इति न. अत्र अत्र अत्र नास्ति. सुब्रह्मण्यमहोदय साहाय्यं करोति वा? आं भगिनि, अत्र लोट् लकारे तु विकल्पेन तात् ताम् अन्तु अदन्तङ्गात्तु शून्यं भवति. विकल्पेन तात् तं त आनि आव आम. भगिनी, अत्र द्वितीयकरपत्रम् अस्ति वा तिङ् प्रत्ययानां सिद्धिः इति विषये? द्वितीयकरपत्रम् अस्ति खलु भवत्याः हस्ते? अस्ति वा राजी भगिनी? इदानीं नास्ति. ओ, अहं सङ्गणके पश्यति वा? पश्यामि. सङ्गणकतः अहं पाठं पठामि. मम समीपे पी डि एफ़् फार्मेट् नास्ति. ओ, अस्तु. अहं प्रिण्ट् न कृतवती. ओ, तत्र इदानीं प्राप्तवती वा? कुत्र करपत्रे कुत्र लोट्लकारस्य प्रत्ययाः सन्ति इति प्राप्तवती वा स्थानं? लोट्लकारप्रत्ययः पूर्वस्मिन् करपत्रे अस्ति इति अहं चिन्तयामि. आम्, पूर्वस्मिन् करपत्रे अस्ति. पूर्वकरपत्रे एव अस्ति. अत्र करपत्रे अपि अधोभागे यदि पी डि एफ़् अस्ति, चतुर्दश पुटसङ्ख्या अस्ति खलु, तत्र अस्ति. सर्वेषाम् अस्ति. चतुर्दशपुटे अन्तिमभागे, द्वितीयकरपत्रस्य अन्तिमभागे अपि अस्ति. अस्तु, लङ् लकारस्य प्रत्ययाः विद्याशङ्कर् महोदय वदति वा? लङ् लकारे तकारः ताम् अन् तं त अं व म इति अस्ति. वाम, कः नूतनः? कृपया नाम वदतु. पुष्पा भगिनि. पुष्पा, इदानीम् अहं कानिचन सूत्राणि वदामि. पूर्वतन पाठेषु तत्र कुत्र तस्य प्रसक्तिः अस्ति इति परिशीलयन्तु, तदा किञ्चित् स्मरणे आगच्छति. झोन्तः इति सूत्रं कुत्र कार्यं करोति? हेमा भगिनी वदति वा? अस्तु भगिनि, प्रथमपुरुषे बहुवचने झोन्तः झी स्थाने झोन्तः इति सूत्रं कार्यं करोति. झ स्थाने अन्तादेशः आयाति. कस्मिन् लकारे भवति? लट्लकारे. लोट्लकारे न भवति किम्? लङ्लकारे अपि भवति. लोटि लङि सर्वत्र झोन्तः इति भवति. चतुर्षु ङित्सु लकारेषु वा? लोटि लङि एतावत्पर्यन्तं वयं तावत्पर्यन्तं पठितवन्तः. तत्र सर्वत्र प्रथमा बहुवचने झोन्तः कार्यं करोति खलु? आं भगिनि, परन्तु विधिलिङ्गकारे अपि प्रसक्तिः अस्ति, परन्तु झेर् जोस् इति तस्य अपवादः सूत्र. उत्तमम्, अति उत्तमं. झेर् जोस् इत्यनेन अन्ति नान्ति इति रूपं न भवति विधिलिङ्गकारे, खलु? उत्तमं. संयोगान्तस्य लोपः इति सूत्रं कुत्र तत्र तस्य कार्यं भवति इति मीना भगिनी वदितुं वक्तुं शक्नोति वा? आं भगिनि, लङ् लकारे अन्त् इकार जोन्तः इति जास्थाने अन्त् आगच्छति, ई स्थाने अन्ति आयाति. अन्ति इकारः इतश्च इति सूत्रेण गच्छति. अन्त् इति अवशिष्यते. अन्त् इत्यस्य अन्तिमवर्णः संयोगवर्णः अस्ति, इन् इत् संयोगः इति तकारः गच्छति संयोगसूत्रेण, संयोगान्तस्य लोपः इति सूत्रेण. उत्तमं, केवलं लङ्लकारे खलु? लङ्लकारे, केवलं लङ्लकारे एव संयोगान्तस्य लङ्लकारे प्रथमपुरुष बहुवचने यत्र संयोगः भवति. संयोगः नाम कः इति विद्याशङ्कर महोदय वदति वा? यत्र सूत्रस्य आधारेण, यत्र वर्णद्वयस्य संयोगः भवति तत्र संयोग अक्षरं संयोगवर्णः इति उच्यते. ईदृशवर्णयोः संयोगः, ईदृशवर्णयोः अस्वर व्यञ्जनवर् व्यञ्जनवर्णस्य वर्णस्य व्यञ्जन हल् वर्णस्य यदि संयोगः भवति मध्ये अचुवर्णः न भवति तदा संयोगः इति उच्यते. सूत्रं स्मरति वा? संयोगान्तस्य लोपः, संयोगान्तस्य लोपः विधिसूत्रं. संयोगः नाम कः इति वक्तुं संज्ञासूत्रमपि अस्ति, कोऽपि स्मरति वा? हलोनन्तराः संयोगः. अस्तु, उत्तमं. मेर्निः सूत्रं कुत्र कुत्र कार्यं करोति इति सुब्रह्मण्यमहोदयः वदति वा? मेर्निः प्रायः लोट् लकारे मेर्निः एकनिमिषः लोट् लकारे कार्यं करोति. मेर्निः मकारस्य स्थाने नि आगच्छति, अतः प्रथमपुरुष उत्तमपुरुष एकवचने अत्र आनि आगच्छति खलु भगिनि? मिप् प्रथमं तु मिप् अस्ति, तदनन्तरं मी स्थाने अत्र नी आगच्छति मेर्नीसूत्रेण. केवलं लोट् लकारे भवति वा अथवा लङ् लकारे अपि भवति वा? लङ् लकारे, लङ् लकारे तु अत्र लङ् लकारे तु प्रायः न प्रायः न लङ् लकारे न भवति भगिनि. अत्र मिप् स्थाने एकनिमिषः, यदि अहं सिद्धतिङ् प्रत्यय स्मरामि चेत् मिप् मिप् लङि इयं भवति अत्र लङि गच्छेम लङ् लकारे अगच्छं भवति अगच्छम् इति भवति अगच्छम् इत्युक्ते अत्र केन सूत्रेण अम् आगच्छति अत्र सुप्रसिद्धसूत्रम् अस्ति तेन सूत्रेण एव अम् आगच्छति लङ्लकारे. तत्र मेर्निः इति सूत्रेण परिवर्तनं न भवति, केवलं लोटि एव मेर्निः कार्यं करोति, अतः आनी इति भवति. अस्तु, उत्तमम्. तुह्यो स्तातङ् आशिष्यन्यतरस्याम् इति सूत्रं कुत्र कार्यं करोति इति राजी भगिनी वदति वा? भगिनी अहं न जानामि भगिनी, क्षम्यताम्. ओ, तस्य सूत्रस्य विषये वयं गतसप्ताहत्रयं विस्तरेण परिशीलितवन्तः. अलोन्त्यस्य, अनेकाल्षित् सर्वस्य, ङिच्च इत्यादि सर्वं परिशीलितवन्तः. तुह्यो स्तातङ् आशिष्यन्यतरस्याम् इति साहाय्यं करोमि. लोट् लकारे भवति, इदानीं स्मरति वा? लोट् लकारे, आम्. लोट् लकारे कस्य स्थाने कुत्र भवति इति स्मरति वा? मम समीपे करपत्रं नास्ति, अतः अस्तु, मीना भगिनी साहाय्यं करोति वा? मीना भगिनी अस्ति वा अथवा पुष्पा भगिनी साहाय्यं करोति वा? अहम् अस्मि महोदय, भगिनी म्यूट् करोमि. अनुवृत्तिसहितसूत्रं वदामि. अङ्गस्य तुह्योः तातङ् आशिषि अन्यतरस्याम्, अन्यतरस्याम् इति विकल्पेन आगच्छति. तुह्योः तु स्थाने तात् आगच्छति, विकल्परूपम् अस्ति. लोट् लकारे भवतु भवतात्. तुः विसर्गस्थाने अपि आगच्छति. तु हि हि अस्ति इति अस्ति प्रथमं लोट् लकारे. प्रथमा एकवचनं तु भवति, प्रथमपुरुष एकवचनं, मध्यमपुरुष एकवचनं, प्रथमं हि भवति. यदि अदन्तम् अङ्गम् अस्ति तदा हि गच्छति, परन्तु हि स्थाने एव हि स्थाने विकल्पेन तात् भवति. अतः प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने तातङ् विकल्पेन भवति तात् इति रूपं. किं सूत्रेण हि आगच्छति मध्यमपुरुषे? हि कोऽपि जानाति वा हि प्रथमं कथम् आगच्छति इति? तस्य स्थाने सूत्रं किम् इति कोऽपि स्मरति वा? हि सेहि अपि च सेर्हि अपि च किं वदति सेर्हि अपि च स्थाने आदेशः अस्ति इति सी तु मध्यमपुरुष एकवचनं खलु भगिनि तत्र सेर्हि अपि च इति सूत्रेण सी स्थाने हि आगच्छति प्रथम भगिनि अनन्तरं केन सूत्रेण गच्छति इति हि अदन्त अङ्गस्य केन सूत्रेण हि गच्छति इति अपि वक्तुं शक्नोति वा महोदय अतो हेः उत्तमं अतो हेः इति सूत्रेण अदन्तङ्गस्य हि इत्यस्य लोपः भवति परन्तु यदि अनदन्तम् अङ्गमस्ति तदा हि भवति एव अतः करपत्रे कुत्र कोऽपि वक्तुं शक्नोति वा कुत्र अस्ति इति पूर्वस्मिन् करपत्रे पूर्वस्मिन् करपत्रे अस्ति भगिनि परस्मैपदीनां लोट् लकारस्य विषये यदा परिशीलयति तत्र अस्ति एव परस्मैपदे लोट् एरुः तस्तस्तमिपां तत्र नित्यं नितः मेर्निः सेर्हि अपि च अतो हेः सर्वम् अस्ति प्रथमकरपत्रे सप्तमे पुटे अस्ति अधोभागे सेर्हि अपि च अपि अस्ति अतो हेः अपि अस्ति प्राप्तवती किम् आत्मनेपदे लोट् लकारस्य न आत्मनेपदे न परस्मै प्रथमकरपत्रे सप्तमे पुटे अधोभागे अस्ति यदि किमपि नूतनं पठामः पूर्वतनस्यापि अभ्यासं कृत्वा पठामः तदा एव सम्यक् मनसि सर्वं तिष्ठति सेर्हे पिच्च अतो हेः इदानीं भवती लिखतु अनन्तरं परिशीलयतु तत्र सूत्रद्वयमपि अस्ति मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि आदेशः इत्यादेशः इति अस्ति करपत्रे अनन्तरम् अतो हेः अपि अस्ति सेर्हि अपि च अतो हेः सर्वे द्रष्टुं शक्नुवन्ति वा पुस्तके करपत्रे अस्तु वस्मस् इति अस्ति खलु तत्र सकारस्य लोपः लोटि लङि केन सूत्रेण सकारस्य लोपः भवति हेमा भगिनी वदति वा नित्यं नितः इति सूत्रेण नित्यं नितः इति सूत्रेण सकारस्य लोपो भवति उत्तमम् इदानीं पूर्वतनपाठस्यापि किञ्चित् परिशीलनं कुर्वन्तु अतः पुनः पुनः एतस्य उपयोगं भवति एव यदि परिशीलनं करोति तदा मनसि भवति अस्तु इदानीं विधिलिङ्ग् लकारस्य विषये परिशीलयामः सिद्धप्रत्ययाः तिप् अस्ति खलु तिप् विधिलिङ्ग् लकारे तस्य किं भवति इति कोऽपि वदति वा सुब्रह्मण्यमहोदय वदति वा आं भगिनि प्रथमपुरुष एकवचने भगिनि आं तिप् इति अस्ति तिप् प्रथमं तु अत्र पकारस्य लोपः भवति हल्यन्तं तस्य लोपः इत्यनेन अनन्तरं इकारः गच्छति इतश्च सूत्रेण. अनन्तरम् अत्र त अवशिष्यते. तदनन्तरं अत्र विधिलिङ्ग्लकारे परस्मैपदेषु यासुट् आगच्छति प्रत्ययात् पूर्वमेव आगच्छति. अस्तु. अनन्तरं यदि अङ्गम् अदन्तमस्ति तर्हि अत्र यासुट् तकारः लोपः भवति हलन्त्यम् इत्यनेन तस्य लोपः. उकारः अपि गच्छति. एकनिमिष भवति अत्र उकारः इदानीं उकारः अनुबन्धलोपः भवति अत्र. यास् अवशिष्यते. यास् स्थाने यदि अङ्गम् अदन्तमस्ति तर्हि यास् स्थाने इय आदेशः भवति. केन सूत्रेण? इय एकनिमिषः भगिनि इदानीम् इय तु अतो येयः इत्यनेन सूत्रेण अदन्तङ्गात् यस् स्थाने यास् स्थाने इय आदेशः भवति अत्र. तदनन्तरं अत्र वलादिप्रत्ययः अस्ति तर्हि यकारस्य लोपः भवति. अत्र सूत्रं लोपो व्योर्वलि इत्यनेन वकारयकारः लोपः भवति वलिप्रत्ययात् पूर्वं यः यकारः वकारः अस्ति तस्य लोपः भवति. तत्कारणात् इ अवशिष्यति. इदानीम् इ अस्ति तकारः अस्ति इत अवशिष्यति. इत् अवशिष्यते अत्र. इत्येव सिद्धप्रत्ययः तिप् इत्यस्य विधिलिङ्ग्लकारे खलु. अत्युत्तमं महोदय. सर्वे अवगच्छन्ति वा? अस्तु. तर्हि टिप् तत्स्थाने किं भवति इति मीना भगिनी वक्तुं शक्नोति वा? टिप् तस् झि इति अत्र तस् प्रथमपुरुष द्विवचनं. एकः प्रश्नः अस्ति भगिनि. अहं धातुरूपम् अञ्जरी पुस्तकमस्ति मम समीपे इति विधिलिङ्ग्लकारस्य ईत् इति प्रत्ययः प्रथमपुरुष इति लिखति न इत् न ईत् इति भेदं किम्? ईत् इति अस्ति वा? मञ्जरी आर् एस् वाद्यारण्ड् सन्स् स्टाण्डर्ड् टेक्स्ट् बुक् अस्ति इति ईत् इति लिखति. ओ प्रत्ययः ईत् इति लिखति वा? अहं परिशीलयामि परन्तु ईत् एव. आम् ओके. ईत् तत्र सूत्रमपि अस्ति खलु अतो येयः तत्र ईत् एव अस्ति. आं गुणविषये रूपं समानमस्ति. आं गुणकार्यं यदा भवति समान गुणसन्धिः यदा भवति तदा समानं रूपं भवति परन्तु इत्येव इति तत्र किमर्थम् अहं तत् पुस्तकं मम समीपे अपि अस्ति परिशीलयामि. आम् उत्तमम्. अस्तु. इदानीं विधिलिङ्ग्लकारस्य प्रथमपुरुषद्विवचनसिद्धप्रत्ययः तस्थः किं भवति इति वदति वा मीना भगिनी? आं भगिनि. तस्तस्थामिपां तं तं तामः तस्थमिपां तस्थस्थमिपां तान्तं तामः तस्थस्थमिपां तान्तं तामः इति सूत्रेण तस्थाने ताम् आदेशः परन्तु अनन्तरं यासुट् परस्मैपदेषु धातोः ञिच्च इति सूत्रेण यासुट् आदेशः आगमः आगमः आदेशः भवति तर्हि तां स्थाने भवति अतः तामपि अस्ति पूर्वम् आगच्छति कथं जानाति आगमः वा आदेशः वा इति परस्मैपदेषु धातोः कथं जानाति कोऽपि जानन्ति वा यत्किमपि अस्ति तद् आदेशः वा आगमः वा इति षष्टिविभक्ति अस्ति चेत् षष्टिविभक्ति अस्ति चेत् आदेशः अपि भवति आगमः अपि भवति बट् अनन्तरं षष्टि पदं नास्ति न टित् कित् मित् अस्ति चेत् आगमः भवति टित् कित् मित् आगमः आद्यन्तौ टकितौ मिदचोन्त्यात् परः इति सूत्रद्वयम् अस्ति तेन आगमः भवति कुत्र स्थापयामः इति अपि वदति परन्तु टित् अस्ति चेत् स्थाने न भवति पूर्वं भवति आदेशः किं भवति प्रत्ययस्य स्थाने भवति खलु टित् प्रत्ययस्य स्थाने न भवति प्रत्ययस्य पूर्वं भव यस्य षष्टिविभक्ति अन्तपदस्य पूर्वं भवति कित् अनन्तरं भवति मित् अचुवर्णस्य अनन्तरं भवति मित् किम् अस्ति आद्यन्तौ टकितौ मिदचोन्त्यात् परः इत्यपि अन्यमेकं सूत्रम् अस्ति तत्र मित् यदि आगमः मित् अस्ति तस्य कथं कुत्र भवति इत्यपि अस्ति कुत्र भवति भगिनि मित् अचोन्त्यात् परः अच्वर्णस्य अन्तिमवर्णस्य अनन्तरं भवति मित् अस्ति चेत् तित् पूर्वं कित् अनन्तरं मित् अन्तिम अच्वर्णस्य अनन्तरं भवति प्रायः तत्र अन्तिम अच् अनन्तरं हल् वर्णः अस्ति अतः मध्ये आगच्छति कुत्रापि अतः एव मित् तित् कित् मित् अस्ति चेत् आगमः यदि नास्ति तदा आदेशः अत्र अस्माकं यासुट् किं भवति यासुट् टित् अस्ति टित् अस्ति अतः स्थाने भवति पूर्वं भवति स्थाने न भवति पूर्वं भवति यदि स्थाने भवति आदेशः भवति आदेशः शत्रुवत् आगमः मित्रवत् इति वदन्ति श्रुतवन्तः वा आदेशः यद्भवति कस्य स्थाने भवति अतः सः गच्छति आदेशः आगत्य उपविशति अहम् एकं लौकिक उदाहरणं वदामि यदि कस्यापि गृहे एकः एव आसन्दः अस्ति इति चिन्तयतु पत्नी उपविशति पतिः आगच्छति किं भवति पत्नी उत्तिष्ठति पतिः उपविशति तदा किं भवति आदेशः यदि पुत्रः आगच्छति लघुबालकः मातुः दक्षिणभागे उपविशति अथवा वामभागे उपविशति अथवा तस्याः ऊरौ उपविशति अवगतम् आगमः पुत्रः इव आदेशः पतिः इव अवगच्छति आम् अन उपरि न तिष्ठति आगम वामभागे दक्षिणभागे एव अवगच्छति इदानीं पतिः यदा आगच्छति एकः आसन्दः एव अस्ति चेत् पत्नी उत्तिष्ठति पतिः उपविशति आदेशः इव यदि आगमः भवति तस्याः समीपे उपवेष्टुं शक्नोति लघुबालकः अत्र दक्षिणभागे वा वामभागे वा अथवा ऊरौ वा कुत्रापि उपविशति तित् कित् अथवा मित् अस्तु भवेताम् इति यासुट् इति आगमः ताम् ताम् इत्यस्य इति प्रत्ययस्य पूर्वम् आगच्छति यासुट् इति तकारः इत् संज्ञा लोपः सु इत्यस्य उ इत् अपि अनुनासिक इति लोपः यासु यासु यास् अवशिष्यति अतो ये यः इति सूत्रेण या स्थाने इय इ आगच्छति इयस् इति आदेश इयस् इति आगमः इयस् इति आगमः लोपो व्योर्वलि इति सूत्रेण ताम् इत्यस्य प्रथमवर्णः वलि अस्ति इति यकारः लोपः इकारः एव अवशिष्यति उत्तमम् अत्र ताम् इत्यस्य तकारः वल् प्रत्याहारे अस्ति खलु अतः एव लोपो व्योर्वलि कार्यं करोति अत्र अस्माकं स्थितिः किम् अस्ति इ इति अस्ति अनन्तरं ताम् अस्ति इ इत्यस्य अन्तिम यकारः अस्ति अनन्तरं यकारस्य साक्षात् अनन्तरं वल् प्रत्याहारस्य एकः वर्णः अस्ति तकारः अतः यकारः गच्छति अवगतम् उत्तमम् अति उत्तमम् एकः प्रश्नः अस्ति भगिनि आदेशः इयस् इति इयन् यासुट् इत्यस्य टकारः गच्छति उकारः गच्छति यास् अवशिष्यति यास् इत्यस्य यकारस्थाने इकार आगच्छति न पूर्णतया पूर्णतया या स्थाने इकारः इय इय आगच्छति इय एकाल् वा अनेकाल् वा अनेकाश्चित् आम् अतः सर्वादेशः भवति अस्तु पूर्णतया यास् गच्छति तस्य स्थाने इ इति आगच्छति अस्तु उत्तमपुरुषस्य प्रथमपुरुषस्य बहुवचनं झी कथं भवति इति विद्याशङ्करमहोदय वदति वा झेर् जुस् इति सूत्रेण झिकारस्य स्थाने जुस् आगच्छति तत्र इति गच्छति जुस् इति आगच्छति वा जि स्थाने जुस् आगच्छति अनन्तरं चुटु सूत्रेण जकारस्य लोपः भवति उस् इति अवशिष्यते अत्र यासुट् अपि आगच्छति सूत्रेण यासुट् परस्मैपदौ पदेषु धातौ ङिच्च इति सूत्रेण इदानीं तस्य नियमः सर्वं तत्र अस्ति वा कस्मिन् लकारे अनुवृत्तिसहितसूत्रं किं वदति? परस्मैपदानां लिङ् लस्य उदात्तः यातु ङित्च। तत्र अस्माकम् इदानीं परस्मैपदी धातूनामेव परिशीलनम् अस्ति, लिङ्लकारः अपि अस्ति, अतः यास् आगच्छति। उदात्तः इति किमर्थम् अस्ति? उदात्तः इति किमर्थम्? उदात्तः तु स्वरविषये अपि पाणिनेः अष्टाध्यायी तु वेदानाम् उपकाराय, वेदस्य अवगमनार्थमेव व्याकरणशास्त्रं प्रथमं। वैदिकसंस्कृते भवन्तः यदि श्रुतवन्तः तैत्रीयोपनिषद् इत्यादिकं, तत्र स्वरसहित पाठः एव भवति। स्वरः इत्युक्ते जानन्ति खलु, अनुदात्त उदात्त स्वरित इति किञ्चित् अचुवर्णानाम् अधो उच्चनीचं भवति यदा वदन्ति। श्रुतवन्तः वा यदि रुद्रं वा अथवा तैत्रीयोपनिषद् इत्यादिकं यदि वदन्ति, श्लोकं भिन्नं भवति, वैदिकसंस्कृतं भिन्नं भवति। वैदिकसंस्कृते उदात्त अनुदात्त स्वरित स्वराः भवन्ति। स्वरः इत्युक्ते तत्र अचुवर्णः इति अर्थेन तत्र सङ्गीतमिव उच्चनीचं भवति, नोट्स् सङ्गीत नोट्स् भवति खलु, तथा अकारस्य एव उच्चैः किञ्चित् कण्ठस्य उच्चभागे उच्चारणं भवति अथवा अधोभागे भवति। यदि ज्ञातुमिच्छति किमपि रुद्रं वा अथवा उपनिषद् इत्यादिकं सूक्तानि, पुरुषसूक्तम् इत्यादिकं शृणोतु, तदा ज्ञायते किञ्चित् यदा वदन्ति उच्चनीचं भवति, तस्य एव स्वरः इति अनुदात्त उदात्त स्वरित इति। अत्र तस्मिन् विषये वदति, अस्माकं लौकिकसंस्कृते उदात्त अनुदात्त स्वरितस्य महत्त्वं नास्ति। वयं यत् पठामः तत्तु लौकिकसंस्कृतम् अस्ति, वैदिकसंस्कृते स्वरस्य महत्त्वं भवति। अत्र स्वरः, अत्र यत् स्वरः इति वदामि तद् भिन्नम् अस्ति। स्वरः इत्युक्ते अच् इति न, स्वरः इत्युक्ते तत्र म्यूसिकल् नोटिवे उच्चनीचं भवति खलु यदा वदन्ति, तस्य नाम स्वरः इति। इति सूत्रस्य उदात्तः इति अर्थं लौकिकविषये न भवति, लौकिकसंस्कृते उदात्तः इति पदस्य महत्त्वं नास्ति। वैदिकसंस्कृते प्रायः यदि यासुट् योजयामः तस्य स्वरस्य उदात्तस्वरः एव भवति प्रायः। परन्तु सामान्यतया वयं यद् व्याकरणं पठामः इदानीन्तनकाले लौकिकसंस्कृतस्य विषये एव पठामः, वैदिकस्य तु न भवति। पाणिनिव्याकरणं तु वैदिकसंस्कृतार्थमपि लिखितवान्, लौकिकसंस्कृतार्थमपि लिखितवान्। प्रथमं मुख्यकारणमेव व्याकरणशास्त्रस्य वेदानाम् उपकाराय, अष्टाध्यायी जगन्माता यत्यचित्तात् समुत्थिता वेदानामुपकाराय तस्मै पाणिनये नमः इति श्लोकः अस्ति। अष्टाध्यायी जगन्माता यस्य चित्तात् समुत्थिता वेदानामुपकाराय तस्मै पाणिनये नमः। वेदस्य अवगमन, वेदस्य षडङ्गाः सन्ति इति प्रायः श्रुतवन्तः। षडङ्गेषु षडङ्गानि सन्ति, तत्र एकः एकं व्याकरणम् अस्ति। अतः पाणिनीयव्याकरणं तु वैदिकसंस्कृतार्थमपि अस्ति, लौकिकसंस्कृतार्थमपि अस्ति। परन्तु इदानीं वयं यत् परिशीलयामः, अस्माकं ज्ञानं तु लौकिकसंस्कृतविषये एव भवति। अतः उदात्तः इति किमपि भवति चेत् तस्य कः महत्त्वं किम् इति वयं तत्र न जानीमः। अवगतम्? अवगतं भगिनि, धन्यवादः. अस्तु, कुत्र आसम्? अत्र उस् अस्ति, उसात् उस् प्रत्ययस्य पूर्वं यासुट् आगमः अस्ति. अत्र यासुट् सूत्रम् इदानीं अपि परिशीलितम्. अनन्तरं यासुट् तत्र टकारस्य इत् संज्ञा भवति, यासु इति अवशिष्यते. तत्रापि उकारस्य अज् अज् अनुनासिक इत् सूत्रतः उकार अपि गच्छति, यास् इति अवशिष्यते. अत्र यास् अतो यया स्थाने या स्थाने इय अदन्तमङ्गम् अस्ति चेत् आगच्छति. इदानीम् अदन्तमङ्गमिति स्वीकुर्मः, इय इति अस्ति. अत्र इयात् परं उस् इति अस्ति, उकारः वलादिप्रत्याहारे न अस्ति, अतः यकारस्य लोपः न भवति. उत्तमम्. इय योगः उस् इयुस् इति अस्ति. अनन्तरं सकारस्य ससजुषोरुः इति सूत्रात् सकारस्य स्थाने ऋकारः आगच्छति. अनन्तरं ऋकारस्य स्थाने किं तत् सूत्रं न स्मरामि, उपदेशे अजनुनासिक इत्यनेन लोपः भवति, उकारस्य लोपः, उकारस्य लोपः. अनन्तरं करवसानयोर्विसर्जनीयः इति सूत्रात् रकारस्य स्थाने विसर्गः आगच्छति, रेफस्य स्थाने विसर्गः आगच्छति. अतः रेफस्य स्थाने इयुः इति अन्तिमरूपम्. अति अति उत्तमम्. इदानीं भवन्तः सर्वे सम्यक् रीत्या अवगच्छन्ति इत्येव चिन्तयामि. शीघ्रं वदति वा अत्र सि इत्यस्य किं भवति इति? राजी भगिनी वदति वा? सिप् सिप् वा? आम् सिप्. सिप् पकारस्य लोपः, पकारः हलन्त्यं तस्य लोपः इति सूत्र सूत्रद्वयेन पकारस्य लोपः भवति. अवशिष्यति जोन्तः इति जोन्तः न जेर् जेर् इकार इतश्च इति सूत्रेण इकारस्य लोपः भवति. सः एव अवशिष्यति. सः वल् वल् प्रत्याहारे अस्ति, अतः यकारस्य लोपः भवति. सेयुटपि आगन्तुं शक्नोति, परन्तु परन्तु हला बलादिकारणात् यकारस्य लोपः भवति. न तत्र भ्रमः अस्ति. सीयुट् तु आत्मनेपदेषु भवति. यासुट् आगच्छति, स्थाने इय आगच्छति. पूर्वम् अहं यत् परिशीलितवान् तथा एव यासुट् स्थाने इय आगच्छति अतो सूत्रेण. इय किं भवति इदानीम्? इय योगः सकारः इति अस्ति. आगच्छति यकार यकारस्य स्थाने यकारः लोपः भवति. लोपो येन सूत्रेण? लोपो लोपो व्योर्वलि लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः भवति. इकारः एव अवशिष्यते. इकारः योगः सकारः इस् भवति. ससजुषो रुसुः यदि सूत्रेण सकारस्य स्थाने ऋकारः आगच्छति, ऋकारः उकारः केन सूत्रेण अवगच्छति? उकारः अनुनासिकस्वरः, अतः अजन्ते अनुनासिक उपदेशे अनुनासिक इत् यदि सूत्रेण उकारः लोपः भवति, रेपः एव अवशिष्यति. खर् अवसानयोर् विसर्जनीयः, खर् अवसानयोर् विसर्जनीयः, अवसानयोजनीयः इति सूत्रेण रेपः विसर्गः भवति. उत्तमम्. इदानीं इति प्रत्ययः निष्पन्नः. उत्तमम् उत्तमम् अति उत्तमम्. इदानीं तं तु तामिव समानकार्यं भवति, तद् अवगच्छन्ति वा? तामपि तस्थस्थमिपां, तमपि तस्थस्थमिपां, त अपि तत्र इताम् इतम् इत एल् रूपेण आङ्ग्लभाषया एल् इति लेटर् अस्ति खलु, तत्र इताम् इतम् इत समानकार्यं भवति. अतः यदि इतां जानन्ति इतम् इत अपि जानन्ति. कार्याणि समानानि, अत्र चिन्तनं समानं पूर्णतया. इदानीं मिप् किं भवति इति पुष्पा भगिनी वदति वा? किं पकारलोपः भवति? केन सूत्रेण पकारलोपः? हलन्त्यं, हल् अन्तिम हल् वर्णः अस्ति खलु, अरः, अतः हलन्त्यम् इति सूत्रेण पकारस्य लोपः भवति. अनन्तरं मी इति, परन्तु इदानीं तत्र मी इति अस्ति, केन सुमी इति किं भवति इदानीं? भगिनी अत्र पकारस्य लोपः तु न भवति खलु, अत्र हल्यन्त्यम् इत्यस्य प्रसक्तिः अस्ति, परन्तु प्रसक्तिः अस्ति, परन्तु अत्र मिप् एव तिष्ठति. तस्थस्थमिपाम् इति सूत्रं कार्यार्थम् आगच्छ, क्षम्यताम्. अस्तु, किं भवति इति वदति वा? मिप् तस्थ मिपां, मिप् इति स्थाने तां तामः इति अस्ति, परन्तु तत्र तां तं त अम्, अतः मिप् स्थाने अन्तिम अम् आगच्छति खलु, अम् आगच्छति. इदानीम् अम् अस्ति, पुनः किं भवति? प्रथमं यासुट् स्थाने इय, अदन्तम् अगम् अङ्गम् इति कारणेन इय इय अम् इति अस्ति. इदानीं लोपो व्योर्वलि सूत्रम् अत्र कार्यं करोति वा? लोपो वल् प्रत्याहारे परे एव कार्यं करोति खलु. अत्र यकारस्य अनन्तरं वल् प्रत्याहारवर्णः अस्ति वा? अम् इति अस्ति, अत्र अकारः वल् प्रत्याहारः वा? न, वल् तु व्यञ्जनवर्णः, वर्णानि एव भवन्ति, अकारः तु स्वरः. अतः बल् प्रत्याहारस्य वर्णः नास्ति इति कारणेन यकारस्य लोपः न भवति. अतः इ इति अस्ति, अम् इति अस्ति, इयम् इति भवति, सिद्धप्रत्ययः एव इयम् इति. महोदय, विद्याशङ्कर महोदय, वस्मस् कथं भवति इति युगपत् वदति वा? अत्र नित्यं गितः इति सूत्रतः सकारस्य लोपः भवति. उत्तमं. वम इति अवशिष्यते. यथा पूर्वं यासुट् आगच्छति, अनन्तरम् इय इति अवशिष्यते, अदन्तम् अङ्गमस्ति चेत् अत्र व इति म वापि म वलादेः अस्ति, अतः यकारस्य इय प्रत्यये यकारस्य लोपः इ अवशिष्यते, व स्थाने इ व इति तिष्ठति, मस् स्थाने इ म इति तिष्ठति. ओ, अति उत्तमम्. इव इम. एकः प्रश्नः, लोपो व्योर्वलि सूत्रं विधिलिङ्ग्लकारे कुत्र न कार्यं करोति? वल् प्रत्याहारे न अस्ति चेत् कार्यं न करोति. न न, अत्र प्रत्ययेषु तिप्तस् झि सिप्तस्त मिप् मस् मस् इति नवप्रत्ययाः सन्ति, तेषु कुत्रचित् कार्यं करोति, कुत्रचित् न कार्यं करोति. कुत्र न कार्यं करोति इति परिशील्य वदन्तु. प्रथमपुरुष बहुवचने, उत्तमपुरुष एकवचने. उत्तमपुरुष एकवचने. प्रथमपुरुष बहुवचने उः इति अस्ति, उकारः वल् नास्ति. उत्तमपुरुष एकवचने अम् इति अस्ति, अकारः वल् नास्ति. तत्र एव इयुः इयम् इति भवति. अन्यत्र सर्वत्र इत् इताम् इहि इतम् इत इव इम एव भवति. यदि तथा स्मरन्ति तदा सूत्रस्य कार्याणि तत्र लोपो व्योर्वलि तत्र स्थानद्वये कार्यं न करोति, डायगनल् भवति. अत्रापि भवति, अत्रापि न कार्यं करोति, अन्यत्र सर्वत्र लोपो व्योर्वलि कार्यं करोति. अस्तु, इदानीं सिद्धप्रत्ययाः विधिलिङ्ग्लकारस्य हेमा भगिनी वदति वा के के इति? इत् इताम् इयुः, इहि इतम् इत् इत, इयम् इव इम. उत्तमम्. इयम् इव इम. अस्तु, इदानीं प्रथमैपदिविषये प्रश्नाः सन्ति वा? सम्यक् स्मरन्ति वा सर्वम्? अथवा आत्मेनुपदिधातूनां विषये गच्छामः वा? भगिनी, एकः प्रश्नः अत्र अत्र करपत्रे महोदय अपि उक्तवान्, परन्तु अहं सम्यक्तया न अवगच्छामि इदानीं. अस्मिन् पुटे करपत्रे यासु चतुर्थम चतुर्थः चतुर्थे पुटे भगिनि, यासुट् परस्मैपदेषु धातो निच्चः, अत्र द्वितीयपङ्क्त्यां विधिसूत्रम् अतिदेशसूत्रं च. ओ ओ, अस्तु अस्तु, अवगच्छामि. अत्र किञ्चित् किञ्चित् एकवारं स्पष्टीकरणम् आवश्यकं वा? यासुट् परस्मैपदेषु पदेषु उदात्तो निच्च इति सूत्रम् अस्ति. तत्र भागद्वयं स्वीकुर्मः. यासुट् परस्मैपदेषु इति अस्ति खलु, तत्र यासुट् किं कार्यं किं करोति? यासुट् इति किमपि आगमस्य विधानं करोति. अतः विधिसूत्रम् अस्ति. यत्र प्रत्ययस्य वा आगमस्य वा आदेशस्य वा विधानं भवति तस्य नाम विधिसूत्रम् इति. वयं हलोनन्तराः संयोगः इति पठितवन्तः, तत्सूत्रं कीदृशसूत्रं भवति? तत्तु संज्ञासूत्रं तत्र किमपि न विधीयते. संयोगः नाम कः इति एव वदति. संयोगान्तस्य लोपः सूत्रं तु लोपः इति कार्यं विधीयते तत्र. अतः सूत्रेषु भिन्नभिन्नप्रकारसूत्राणि सन्ति. संज्ञासूत्रं केवलं नामकरणस्य कः अर्थः, यत्किमपि नूतनशास्त्रं पठति तत्र किमपि नूतनपदं शृणोति तस्मिन् शास्त्रे तस्य कः अर्थः इति ज्ञातव्यं खलु. तदानीमेव इदानीं गुणः वृद्धिः इति पदानि सन्ति, लोके भिन्न अर्थः भवति. वृद्धिः नाम भिन्न अर्थः, गुणः नाम भिन्न अर्थः भवति. परन्तु पाणिनीयशास्त्रे भिन्नरीत्या तस्य अर्थः अस्ति खलु. तदा गुणः नाम कः, वृद्धिः नाम कः, संयोगः नाम कः इति प्रश्नस्य पदं नाम किं, सुप्तिङन्तं पदम् इत्यादिकं वयं यदि ज्ञातुम् इच्छामः तदा संज्ञासूत्रं भवति. विधिसूत्रं किमपि कार्यं वदति. प्रत्ययः भवति, प्रत्ययं योजयामः, अनन्तरं तस्य स्थाने प्रत्ययं निष्कास्य आदेशं स्थापयामः, अथवा आदेशः अपि भवति तस्य अनन्तरं पुनः नूतन आगमः अस्ति तस्य भवति, अथवा प्रत्ययस्य निष्कासनं कृत्वा लोपः भवति. तत्सर्वं कार्यम् अस्ति, तत्र विधिसूत्रम् इति वदामः. तादृशकार्यं यद्वदति तद्विधिसूत्रं भवति. इदानीं यासुट् इति कस्यचित् प्रत्ययस्य आगमः विधीयते तस्मिन् सूत्रेण, तस्य भागस्य यासुट् परस्मैपदेषु इति भागे विधीयते खलु. अतः विधिसूत्रं भवति. तत् स्पष्टं वा? स्पष्टम्. अतिदेशसूत्रम् इत्युक्ते कस्यापि किमपि गुणः नास्ति तस्य उपरि आरोपयन्ति. अत्र तिप् स्थाने यासु, तिप् प्रत्ययस्य स्थाने प्रथमं तत्र यासुट् आगच्छति, तस्य आगमः. तिप् किम् अस्ति? पित् अस्ति. तिप् नित् अस्ति वा? नास्ति. नित् नास्ति. तिप् पित् एव अस्ति, नित् नास्ति. परन्तु यदि तिप् अस्ति तर्हि गुणकार्यं भवति. परन्तु विधिलिङ्गकारेषु कुत्रापि गुणकार्यं न भवति. लट् लोट् लङ् लकारेषु एकवचने सर्वत्र प्रायः सर्वत्र भवति. तिप् ती सि मि तत्र सर्वत्र गुणकार्यं भवितुम् अर्हति. परन्तु विधिलिङ्गकारेषु कुत्रापि गुणनिषेधः भवति खलु. यदि तिप् पित् एव अस्ति, ङित् नास्ति, तर्हि गुणः भवति. अतः ङित् इति तस्य किं तिप् इत्यस्य यः गुणः नास्ति तस्य उपरि ङित् इति आरोपयन्ति, अतः एव अतिदेशसूत्रम् इति वदामः. ङिच्च इति भागम् अतिदेशसूत्रकार्यं करोति. यासुट् इति भागं विधिसूत्रकार्यं करोति. अवगतम्? अत्र यासुट् प्रत्ययः ङित् इव भवति इति वा इति सूचयति? यासुट् यदा योजयामः तदा तत्सर्वं ङित् ङित्वत् भवति. शक्नु इति अङ्गम् अस्ति. शक्नु यात् इति योजयामः, यात् इत्येव भवति. तत्र अनदन्तम् अङ्गं भवति चेत् सिद्धप्रत्ययः इत् न यात् भवति. यदा विधिलिङ्गकारे शक्नु यात् इति योजयामः, यदि ङिच्च सूत्रं न कार्यं करोति, ङिच्च इति भागः नास्ति तत्र यासुट् इत्यत्र, त तदा किं भवति, शक्नोयात् इति भवति. अत्र नित् गुणनिषेधः, गुणनिषेधकार्यार्थम् अत्र तस्मिन् प्रत्यये विधिलिङ्गकारस्य सर्वत्र एतादृश यासु ङित् इति अस्ति, अतः तस्य यः गुणः तस्य नास्ति सः गुणः तस्य उपरि आरोपितः, अतः अतिदेशसूत्रं भवति. अवगतम् इदानीम्? आं भगिनि, धन्यवादः. इदानीम् आत्मनेपदी प्रत्ययाः के के इति सिद्धप्रत्ययाः न मूलप्रत्ययाः के के इति हेमा भगिनी वदतु. अहं दृष्ट्वा वदामि महोदय. त आतां च, था आथां द्वम्, इड्वहि महिङ् इति अस्ति. अत्र लोट् लकारे त कत् किं भव तत्र त इत्यस्य किं रूपं भवति इति वदति वा विद्याशङ्करमहोदय? लोट् लकारे वा भगिनि? न, लट् लकारे, क्षम्यतां, लट् लकारे आत्मनेपदी धातूनां त इत्यस्य प्रथमपुरुष एकवचनस्य किं भवति? ते इति भवति. तत्र कीदृशकार्याणि भवति? अत्र टी भागस्य स्थाने ते भवति. अत्र अस्ति, नियमः सन्ति, यत्र टित् लकारः अस्ति यथा लट् लकारः टित् लकारः अस्ति, तत्र टि भागः इति अस्ति प्रत्यये वा, प्रत्ययस्य टि स्थाने एकारः इति भवति. अत्र प्रश्नः उदेति टिकारः, टि इति किम् इति प्रश्नः उदेति. टि इति अस्ति अन्तिम अन्तिम स्वरस्य अन्तिमवर्णस्य यः स्वरः अस्ति तत् स्वरः तस्य नाम टि संज्ञा इति. अहं सूत्रं वदामि, तत्र अचोन्त्यादि टि इति संज्ञासूत्रम् अस्ति. करपत्रे अस्ति वा सूत्रम्? अचोन्त्यादि टि इति अस्ति. अच् वर्णेषु अन्तिम अच् वर्णः यस्य भागस्य आदिः भवति सः भागः टि इति. वर्णेषु अन्तिम अत्र वर्णद्वयमेव, त इत्यस्य तकारः अकारः, अतः अन्तिम स्व अच्वर्णः कः? अकारः. अकारः, अकारात् आरभ्य यत्किमपि अनन्तरम् अस्ति तत् सर्वं टि भागमस्ति. अवगच्छन्ति? इदानीं तु अकारः एव, अनन्तरं किमपि नास्ति, अतः अकारः टि अस्ति अत्र त इत्यस्य. आताम् इत्यस्य अन्तिमस्वरः कः, अन्तिमाच्वर्णः? आकारः, प्रथमम् आकारः अस्ति, तकारः अस्ति, तकारोत्तरवर्ति आकारः, सः एव अन्तिम अच्वर्णः. अचोन्त्यादि टि, अतः आ आरभ्य यत्किमपि भागम् अस्ति, आ आरभ्य किम् अस्ति? मकारः. आम् इति पूर्णतया, आ अनन्तरं यः कोऽपि वर्णः अस्ति तदपि आम्. त इत्यस्य त अकारः एव टि भागः, आताम् इत्यस्य आम् इति पूर्णतया टि भागः. टि इत्युक्ते अत्र आम्. ओके. झ इत्यस्य अकारः एव अन्तिम अकारः एव टि भागः ज आ इति अस्ति अकारः एव टि भागः टास् विषये भिन्नसूत्रम् अस्ति आथाम् इति इत्यस्य टि भागः कः पूर्णतया आम् ध्वम् इत्यस्य अन्तिमस्वरः कः अकारात् आरभ्य किम् अस्ति अकारम् अनन्तरं तदनन्तरं यदपि अस्ति मकारः अस्ति अकार मकारः द्वयमपि योजयित्वा अम् इति टि भागः इदानीं स्पष्टम् न केवलं स्वरवर्णः तदा आरभ्य यत्किमपि भागः अस्ति तस्य टि इति संज्ञा भवति अचोन्त्यादि टि अच् यस् अन्तिम अच् यस्य आदिः भवति यस्य भागस्य आदि भवति तस्य भागस्य टि इति संज्ञा संज्ञासूत्रमस्ति इदानीम् अवगतं टि नाम किम् इति वयम् इति न जानीमः तित आत्मनेपदानां तेरे इति सूत्रस्य प्रयोगः कथं करणीयः इति वयं न ज्ञायते वहि इत्यत्र किं भवति वहि महि इकारः एव इकारः एव टि भागः इड् इत्यस्यापि इकारः एव टि भागः थास् इत्यस्य टि भागः कः आस् परन्तु थास् तत्र टि भागविषये चिन्तनं नास्ति यतोहि थासस्से इति पूर्णतया थास् गच्छति से इति तस्य स्थाने आदेशः भवति अतः अपवादसूत्रमस्ति अतः टित आत्मनेपदानां तेरे तस्य प्रसक्तिः थास् विषये न भवति अन्यत्र सर्वत्रापि थास् विषये से अन्यत्र सर्वत्रापि टि भागस्य यत्किमपि टि भागमस्ति निष्कासयतु ए योजयतु इदानीम् आतां किं भवति इति सुब्रह्मण्यमहोदय वदति वा आताम् आं तु टि भागः अस्ति अत्र टि स्थाने अत्र टि स्थाने एकारः आगच्छति तत्कारणात् अत्र आते भवति उत्तमम् आते इति भवति अनन्तरम् इतोपि कार्याणि सन्ति वा आस्थाने अत्र इकारः आगच्छति इते भवति इते भवति इकारः केन सूत्रेण आगच्छति आस्थाने इकारः अत्र अतो नितः महोदय न पाठितवान् खलु एतावत् पर्यन्तं पाठितवान् सूत्राणि न पाठितवान् अस्तु तर्हि परन्तु नियमाः एव दृष्टवन्तः अस्तु शिक्षाम्यता तर्हि इताम् इति भवति खलु इते इति भवति आताम् इते इति भवति झ किं भवति इति पुष्पा भगिनी वक्तुं शक्नोति वा झ स्थाने अन्त् आदेशः अन्त् योगः आ इति भागः अन्ते उत्तमं एकारः याति अन्ते अन्ते इति भवति अकारस्य स्थाने एकारः अन्ते इति भवति इदानीं जानन्ति थास् इत्यस्य किं भवति इति राजी भगिनी वदतु थास् आस् टि भवति तत्र थास् स्थाने पूर्णतया किमपि कार्यं भवति इति अहम् इदानीमेव उक्तवती. अत्र तित आत्मनेपदानां सूत्रस्य यदि सङ्ख्यां पश्यति तित आत्मनेपदानां टेरे थासस्य इति भवति. अतः थास् पूर्णतया गच्छति किम् आगच्छति? ते आगच्छति. ते आगच्छति. थास् पूर्ण तत्र टि भागः इति परिशीलनस्य आवश्यकता नास्ति, यतोहि तदर्थं विशेषसूत्रमेव अस्ति, अपवादसूत्रम्. अतः थास् से भवति. अस्तु अस्तु. आताम् आथां समानकार्यं भवति. यदि आतां जानाति आथामपि समानं. इते इथे भवति. ध्वं किं भवति इति मीना भगिनी वदतु. यस्य टि अस्ति अंस्थाने एकारः टि भागः कः ध्वम् इत्यस्य? अकारः अन्तिमस्वरः. अकारस्य पर मकारः अस्ति. अम् इति टि अस्ति, टि संज्ञा. अम् टि संज्ञा. टि स्थाने एकारः आदेशः. द्वम् द्व एकारः द्वे भवति. उत्तमम्. ध्वं द्वे भवति. अं स्थाने ए. इड् किं भवति इति मीना भगिनी वदतु. एकं निमिषं महोदय, फोन् अस्ति. चिन्ता नास्ति. तर्हि विद्याशङ्कर महोदय वदतु. इड् इड् प्रत्ययस्य डकारस्य लोपः इत् संज्ञा भवति, अपि च लोपः भवति. अत्र एव टि भागः, तस्य स्थाने एकारः ए एव अवशिष्यते. इकारस्य स्थाने इकारः एव टि भागः, इकारस्य स्थाने एकारः. वहि महिङ् किं भवति? महिङ् इत्यस्य किं भवति? तत्र महिङ् ङ्कारस्य नख ङ्कारस्य लोपः भवति, महि इति अवशिष्यते. अत्र हि इति इ इति टि भागः, तस्य स्थाने एकारः भवति चेत् महे इति अवशिष्यते. तथापि वहि स्थाने वहे इति अस्ति. वहे महे. हलो क्षम्यताम्, अहं म्यूट् मध्ये आसम्. तत्र आत्मनेपदेषु लट्लकारेषु सर्वत्र एकस्य सूत्रस्य कार्यम्, एकत्र भिन्नसूत्रस्य कार्यं भवति. कुत्र भिन्नसूत्रं कार्यं करोति? इति आगच्छति. अन्यत्र सर्वत्रापि टि भागस्य एकारः भवति, तावदेव. इड् इड् डकारः इत्संज्ञा केन सूत्रेण भगिनि? महोदय एव वदतु. हलन्त्यम्? आम्, हलन्त्यम्. हलन्त्यम् इति सूत्रेण डकारस्य इत्संज्ञा लोपः, तस्य लोपः. अवगच्छन्ति किम्? एतावत्पर्यन्तमेव महोदयः पाठितवान् इति चिन्तयामि. पूर्वतनपाठेषु कोऽपि प्रश्नः अस्ति वा? एकः प्रश्नः अस्ति. अत्र लङ् लकारे प्रत्ययस्य पूर्वम् अकारः आगच्छति किल, अपठम् इति. तत्र अकारस्य विषये किमपि महोदयेन उक्तं वा? अहं न उक्तवान् वा? अहं पूर्वतनवर्गेषु न आसम्. अतः महोदयः यदि तत् तदर्थम् एकं सूत्रम् अस्ति, लङ् लृङ् लृङ्षु अडुदात्तः इति एकं सूत्रम् अस्ति, अतः अट् इति आगच्छति अकारः. प्रायः यदा इदानीं तु सिद्धप्रत्ययस्य एव निर्माणं कुर्मः खलु, परन्तु यदा अङ्गं प्रत्ययस्य योगः भवति तत्रापि कार्याणि भवितुम् अर्हति. अस्मिन् सन्दर्भे तदा तत्र अडागमः कथम् इति सूत्राणि अपि भवति. यदा सर्वत् प्रथमं वयं किं कुर्मः, अङ्गस्य निर्माणम्, अनन्तरं प्रत्ययस्य निर्माणम्. यदा सर्वम् एकत्र आगच्छति, सर्वेषां योजयामः तत्र अङ्गं प्रत्ययः, तदा तत्र अडागमः कथं भवति इति सूत्रस्य विषये महोदयः अग्रे वदिष्यति. सर्वे सूत्राणि कण्ठस्थीकरणीयं वा? कण्ठस्थीकरोति चेत् अति उत्तमं भवति. यदि स्वयं कण्ठस्थीकर्तुं न शक्नोति पुनः पुनः मुखेन वदतु. यत्किमपि नूतनसूत्रं पश्यति, तस्थस्थमिपां तान्तं तामः, तस्थस्थमिपां तान्तं तामः इति त्रिवारं वदतु. अनन्तरं एवमेव किमपि सूत्रेण भवति इति न करोतु, ओ मेर्निः इति सूत्रेण, मेर्निः मेर्निः इति बहुवारं यदि उच्चारणं भवति कालक्रमेण एतत् सर्वं स्मरणे आगच्छति. भवन्तः एव इदानीं बहु किमपि स्मरन्ति खलु, इदानीं सस्वजुषोरुः खरवसानयोर्विसर्जनीयः सर्वम् इदानीं पुनः पुनः यदा तस्य उपयोगं करोति तदा मनसि आगच्छति खलु. यदि तृतीयस्य विषये तु तृतीये अध्याये चतुर्थे पादे तत्र तिप्तस्थि सर्वं स्मरन्ति खलु, तत्र तिङ्प्रत्ययानां अष्टादशप्रत्ययानाम् आवली स्मरति खलु, परस्मैपदीनां स्मरन्ति. अस्मिन् सप्ताहे गृहपाठरूपेण आत्मनेपदी प्रत्ययानां कण्ठस्थीकरणम् इति स्थापयतु. नवपदानि एव, तान्ध तासातान्धम् इद्वहि महि. यदि स्मरणे अस्ति तस्य कथं परिवर्तनम् इति मनसि एव कर्तुं शक्नोति. यदि यदि व्याकरणशास्त्रे विषयत्रयमेव कण्ठस्थीकर्तुं शक्नोति तर्हि एकमेव कण्ठस्थीकर्तुं शक्नोति तर्हि माहेश्वरसूत्राणि. विषयत्रयं यदि कण्ठस्थीकर्तुं शक्नोति तर्हि माहेश्वरसूत्राणि, सुप्रत्ययाः यदि सुबन्तं पठन्ति तदा सुप्रत्ययाः, इदानीं तिङन्तं पठन्ति अतः तिङ्प्रत्ययाः. न्यूनातिन्यूनं एतस्य कण्ठस्थीकरणं भवति चेदेव अग्रे सुलभतया भवति सर्वं. प्रथमं माहेश्वरसूत्राणि, अतः यदि भवन्तः इच्छन्ति अग्रिमसप्ताहात् आरभ्य वर्गस्य प्रथमभागे एव मङ्गलश्लोकरूपेण माहेश्वरसूत्राणि उक्त्वा एव वर्गं प्रारम्भं वर्गस्य प्रारम्भः भवतु. अस्तु, इदानीं प्रश्नाः न सन्ति चेत् विरमामः वा? आं भगिनि. धन्यवादः. धन्यवादः. रात्रिः.